नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति चुरादिगणः इति विषयः अनुवर्तते. तत्र चुरादिगणः अदन्ताङ्गेषु अन्तिमः गणः. अत्र अस्माभिः एतावता किम् अधीतमिति चेत्, चुरादिगणे निच्छ्रुत्यः विधीयते. प्रथमतया विकरणप्रत्ययस्य विधानात् पूर्वं नूतनः धातुः साधनीयः अस्ति. तदर्थं धातुतः सत्यापपाशरूपवीणा तूल श्लोकसेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यो निच् इति सूत्रेण निच् प्रत्ययस्य विधानं भवति. अत्र निच् प्रत्ययस्य विशेषः अर्थः कोऽपि नास्ति. सम्यक् न श्रूयते भगिनि. सम्यक् न श्रूयते. भवती पुनः आगच्छतु, प्रायः भवत्याः कृते एव. तत्र नूतनधातुः लभ्यते निष्प्रत्ययस्य योजनेन. तस्य सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा नूतनधातुसंज्ञा भवति. निष्प्रत्ययः अनादिप्रत्ययेषु धातुप्रत्ययेषु अन्यतमः प्रत्ययः. तस्य योजनेन धातुः लभ्यते इति अस्माभिः दृष्टं. तर्हि आदौ धातुतः निच् यदा विधीयते, निष्प्रत्ययम् आश्रित्य प्रथमतया कार्याणि साधनीयानि येन नूतनधातुः लभ्येत. तर्हि तदर्थम् अत्र विशिष्टत्रीणि कार्याणि अस्माभिः दृष्टानि. प्रथमतया अजन्तधातुः अस्ति चेत् तदानीं निच् प्रत्ययम् आश्रित्य अचोयणिति इति सूत्रेण वृद्धिः भवति. इति निति प्रत्ययपरे हलन्तधातुः अस्ति चेत् उपधायां लघु इक् वर्णः अस्ति चेत् अस्माकं प्रसिद्धं सूत्रं पुगन्तलघुपदस्य च इति कार्यं करोति. उपधायां ह्रस्व अकारः हलन्तधातुषु उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इति सूत्रेण उपधायाः वृद्धिः भवति इति अस्माभिः दृष्टमासीत्. तर्हि एतानि त्रीणि कार्याणि यत्र प्रवर्तन्ते, तत्पश्चात् नूतनधातुः लभ्यते. तदनन्तरं तत्र यदा धातुः सिद्धः भवति, धातुपर्यन्तमेव तत्र नूतनधातुः यावत् न सिद्धं भवति तावत्पर्यन्तं तत्र शप्रत्ययस्य विधानं न भवति अत्र चुरादिगणे. तर्हि निष्प्रत्ययः निष्प्रत्ययं योजयित्वा या प्रक्रिया भवति, सा प्रक्रिया वस्तुतः आर्धधातुकप्रक्रिया, यतोहि निष्प्रत्ययः आर्धधातुकप्रत्ययः. अतः तत्र निष्प्रत्ययस्य योजनेन यः धातुः लभ्यते तत्र प्रक्रिया आर्धधातुकप्रक्रिया. आर्धधातुकप्रक्रियाम् आश्रित्य नूतनधातुः लभ्यते. एकवारं यदा धातुः सिद्धः तदानीं तत्पश्चात् तत्र अस्माकं विवक्षानुगुणं कर्तरार्थके सार्वधातुकप्रत्यये परे तदानीं तत्र विकरणप्रत्ययः कर्तरि शप् इति आगच्छति. यथा वादिगणे दृष्टमासीत् तथैव अत्र अत्र नूतनधातुः यः लब्धः सः कस्मिन्नपि गणे नास्ति. अतः कर्तरि शप् इत्यस्य अवसरः भवति, न तु अन्येषां विकरणप्रत्ययानां. यदि धातोः दिवादिगणः स्वादिगणः इति विशेष ज्ञानं भवति तदानीं तत्र तत्तद्गणीयविकरणप्रत्ययः आयाति. परन्तु अत्र तु तथा नास्ति, धातोः गणचिन्तनं नास्ति, यतोहि धातुः कस्मिन्नपि गणे नास्ति इति कृत्वा तत्र केवलं कर्तरि शप् एव आगन्तुं शक्नोति इति एतत् सर्वम् अस्माभिः दृष्टं. तत्पश्चात् अत्र पदव्यवस्था इत्यस्मिन् विषये निचश्च इति एकं सूत्रमस्ति. तेन सूत्रेण यथा स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रे अस्माभिः दृष्टं, यत्र यदा क्रिया जायते, क्रिया किम् उद्दिश्य क्रिया जायते, तत्र क्रियायाः फलं कः प्राप्येत इति आशां स्वीकृत्य कार्यं प्रवर्तते इति दृष्ट्वा तदनन्तरं तत्र प्रत्ययः परस्मैपदीप्रत्ययः वा आत्मनेपदीप्रत्ययः वा इति चिन्तनीयं भवति. यत्र क्रियायाः फलं केवलं कर्तारम् एव उद्दिश्य प्रवर्तते तदानीं तत्र आत्मनेपदीप्रत्ययस्य प्रयोगः भवति. यत्र तथा नास्ति, कर्तारमेव उद्दिश्य क्रिया यत्र न प्रवर्तते तत्र तु शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदप्रत्ययः अपि भवति. इति कृत्वा एव प्रायेण निजन्तप्रयोगे तत्र उभयपदिनः इति वयं वदामः. निजन्तधातुः उभयपदि इति वयं वदामः इति सार्वत्रिकनियमः इति न वक्तुं शक्यते. प्रायिकः अस्ति इत्युक्ते बहुत्र भवति, परन्तु कुत्रचित् अपवादाः अपि सन्ति. यदा तत्र अग्रे मातुः पुस्तकात् किञ्चित् पश्यामः तदानीं कुत्र कुत्र अपवादः भवति इति अपि वयं द्रष्टुं शक्नुमः. तर्हि इदानीं तत्र अस्मिन् गणे अजन्तदातवः अत्र वस्तुतः दातवः अजन्तदातवः हलन्तदातवः इति भेदद्वयमस्ति. तत्र प्रथमतया अजन्तदातूनां विषये एकवारं पश्यामः. अत्र आदौ विशेषदातवः केचन सन्ति, तेषां विषये किञ्चित् पश्यामः. तर्हि आकारान्तदातवः इति अस्ति, ततः आरभ्य पश्यामः. अत्र कः लक्ष्मीभगिनी आरब्धुमिच्छति वा? आं भगिनि. अजन्तधातवः आकारान्तधातवः एकः धातुः, निच् प्रत्ययपरे आकारान्तधातूनां पुगागमः भवति. चुरादिगणे एकः एव आकारान्तधातुः अस्ति ज्ञा नियोगे, आज्ञां करोति इत्यर्थः. अयं ज्ञा धातुः क्रियादिगणस्य अवबोधने ज्ञा धातुतः भिन्नः अस्ति. आकारान्तधातुषु एकः एव चुरादिगणे वर्तते. निच् प्रत्ययपरे तादृश आकारान्तधातोः पुगागमः भवति. ज्ञानियोगे इति धातुः अस्ति, ज्ञानियोगे इत्यस्य आज्ञां करोति इति अर्थः अस्ति. एषः धातुः क्रियादिगणे अन्यः धातुः अस्ति, ज्ञा इति अन्यः धातुः अस्ति, तस्मात् भिन्नः अस्ति. ज्ञा अवबोधने इति धातुतः भिन्नः अस्ति. अत्र ज्ञानियोगे इति धातुः इति एतत् उक्तमस्ति अस्मिन् परिच्छेदे. अग्रे पठामि वा? अग्रे. अर्तिह्री व्लि रि ग्नुयि क्ष्मायाप्तां पुग्नौ. ऋ ह्री व्लि रि ग्नुयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्ययपरे. येषां धातूनां पुक् आगमः नौ नि इत्यस्य सप्तम्यन्तं. नि इत्युक्ते निच् इत्यतः निच् प्रत्ययपरे इति अर्थः. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः. पुक् इत्यस्मिन् क उ इत्यनयोः इत्संज्ञा लोपश्च केवलं प पकारः अवशिष्यते. अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नुयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतर द्वन्द्वः अर्तिह्रीव्लीरीक्ष्मायात्तः तेषाम् अर्तिह्रीव्लीरीक्ष्मायात्तां षष्ट्यन्तं पुक् एक प्रथमान्तं नौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्तिह्रीव्लीरीक्ष्मायात्ताम् अङ्गानां पुक् नौ. अर्तिह्रीव्लीरीक्नुयीक्ष्मायातां पुग्नौ इति सूत्रं, तस्य अर्थः मुख्यतया केचन धातवः अत्र उक्तं. ऋ ह्री व्लीरीक्नुयि क्ष्मायि एतेभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः निच् प्रत्ययपरे पुगागमः भवति इति अर्थः. अत्र निच् परे इति नौ इत्यस्य निच् परे इति अर्थः. णि इत्यस्य नौ इत्यस्य सप्तम्यन्तम् अस्ति, तस्य णि इत्यस्य केवलं निच् इति प्रत्ययस्य ग्रहणं भवति. पुगागमस्य पुक् इति कित् अस्ति, आगमः अस्ति. आद्यन्तौ टकितौ इत्यनेन धातुः परम् आयाति इति ज्ञायते. पुक् इत्यस्य ककारः उकारः इत्सप्ना, अतः केवलं पकार एव तिष्ठति पुगागमस्य. तावदेव. अनुवृत्तिसहितसूत्रमस्ति अर्ति ह्री व्ली री क्नुयि क्ष्मायात्ताम् अङ्गानां पुक् णौ इत्यभ्यः धातुभ्यः ततः परम् आताम् आकारान्तधातूनां च अङ्गानां निच् प्रत्ययपरे पुगागमः भवति. तावत् अस्मिन् परिच्छेदे. अस्य अर्थिग्री व्ली रीग्नुयि इत्यस्य प्रातिपदिकं किम्? अर्तिह्री व्लीरीग्नुयि क्ष्मायात्तः आत्तः आत्तः इति वा प्रातिपदिकम्? आत् आत् आत् इति अर्तिह्री व्लीरीग्नुयि क्ष्मायात् प्रथमा समीचीनं. षष्ट्यन्तं क्ष्मायाताम् इति. समीचीनं समीचीनं. तर्हि तत्र पुङ्गणौ इत्यत्र कः तत्र सन्धिः कः? पुङ्गणौ इत्यत्र अत्र खरीच खरि पुक् न न पुक् इत्यस्य न ङकार नमुडागमः. नमुडागमः कुत्र अस्ति? नमुडागमः यरोन्नासिके अन्नासिको वा यरोन्नासिके वा अस्तु. पुक् पुङ्कारस्य ङकारः योगः नौ पुक् योगः नौ खलु. तर्हि ङकारः अन्नासिके परे अन्नासिके परे सत्यं सत्यं. यरोनुनासिके अनुनासिको वा इत्यनेन अनुनासिकवर्णः आयाति ककारस्य स्थाने. पञ्चमवर्णः नीत्वा ङकारः भवति. सत्यं. तत्र एकः प्रश्नः अस्ति. अत्र नौ एव अस्ति निश्चिति किमपि नास्ति इत्युक्ते इदानीं यत् अन्यः प्रत्ययः भवति यत् नकारादौ अन्यप्रत्यये परे अपि तत्र पुकागमः भवति किम्? अत्र एतादृशसन्दर्भेषु व्याख्यानमेव शरणं. तत्र व्याख्यानतः विशेषप्रतिपत्तिः निच् इत्यस्यैव ग्रहणं नि इत्यनेन. अन्यप्रत्ययस्य विषये अत्र चिन्तनं नास्ति, केवलं निच् इत्यस्य विषये एव. पुकागमः तु निच् प्रत्यये परे एव भवति. किन्तु इदानीं तु नूल् प्रत्यय अथवा किमपि अन्यत् किमपि प्रत्यय नूल् प्रत्यय नूल् प्रत्ययः तु नौ नास्ति खलु. नकारः आदौ अस्ति खलु? न, अत्र अत्र नकारः इति न उक्तम्. अत्र प्रातिपदिकं किम् अस्ति नौ इत्यस्य? नः अस्ति खलु? न अस्ति, ने अस्ति. अतः नूल् नूल् इत्यस्य ग्रहणं नास्ति. अस्तु अस्तु. तर्हि इदानीम् अत्र कः वदति? अत्र उमा भगिनी वदतु, अत्र पुगागमः कस्य आगमः? कस्य आगमः इति चेत् अर्थः कः? कस्य आगमः इत्युक्ते कस्य आगमः इत्येव प्रश्नः. आगमः कस्य? प्रत्ययस्य आगमः वा? नो, धातुतः धातुक आगमः. हा, धातोः आगमः वा? तर्हि कथं जानीमः धातोः आगमः इति? प्रत्येकधातु धातूनाम् अत्र उच्यते. अनुवृत्तिसहितसूत्रं दृष्ट्वा कथं जानीमः धातोः आगमः न तु प्रत्ययस्य इति? अङ्गस्य आगमः षष्टि षष्टि दृष्ट्वा द्वारा अङ्गानाम् इति उक्तं खलु. अतः षष्टिविभक्तिः अत्र स्थानीरूपेण न प्रयुक्तः, परन्तु अत्र कस्य आगमः इति षष्ट्यन्तपदेन ज्ञायते, अङ्गस्य आगमः इति. अतः अर्तिह्रि व्लीरि क्नूयि इति एतेषां धातूनां यत् अङ्गम् अस्ति, धातुरूपी अङ्गं, तस्य पुगागमः भवति नौ परे. पुगागमः अत्र आगमः कुत्र भवति? आगमः धातुः परतः आगच्छति, धातुः अन्ते आयाति, निच् प्रत्ययः योजयति. हा, तदनन्तरं निष्प्रत्ययः अस्ति. निष्प्रत्ययस्य विधानं प्रथमतया भवति, अनन्तरं योजयति इति न. प्रथमतया धातुतः निष्प्रत्ययः भवति, तदानीं निष्प्रत्ययं निमित्तीकृत्य एव अत्र पुगागमः भवति, धातोः पुगागमः भवति. तर्हि धातोः धातोः अनन्तरम् आयाति इति कथं जानाति? सनाद्यन्तदातवः नूतनधातु निष्पद्यते. न न न भगिनि, उमा भगिनि, न धातोः अन्ते आयाति इति उक्तवती खलु पुगागमः, कथं ज्ञातवती अन्ते एव आयाति इति? अत्र पुगागमः योजनानन्तरमेव नूतनधातु आगच्छति न, नूतनधातुः आगच्छति वा न वा इति मम प्रश्नः नास्ति. मम प्रश्नः, भवती उक्तवती धातोः परम् आयाति पुगागमः इति उक्तवती खलु, धातोः परमेव आयाति पुगागमः इति कथं ज्ञातवती? आद्यन्तौ टकितौ इति सूत्रेण अस्ति खलु. ओके, पुगागमः ओके इत्यनेन धातोः परम् आयाति अयं पुगागमः आद्यन्तसूत्रेण इति प्रश्नः. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे अस्तु, शोभाभगिनी अग्रे पठतु. अस्मिन् सूत्रे ये धातवः सूचिताः ते इत्युक्ते आकारान्त न धातुं वर्जयित्वा चुरादिगणे न सन्ति. अस्तु, सूत्रे ये धातवः सूचिताः ते चुरादिगणे न सन्ति, न इति वर्जयित्वा. धातुभ्यः णिच् प्रत्ययः द्वयोः अर्थयोः भवति, स्वार्थे चुरादिगणे एव स्वार्थे भवति, प्रेरणार्थे च. चुरादिगणीयं ज्ञा धातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः प्रेरणार्थे एव, यथा व्ली धातुः क्रयादिगणे व्लिनाति नोदयति इति, प्रेरणार्थे णिचि पुगागमो भवति व्लेपयति पातयति इत्यर्थः. एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र णिच् प्रत्ययः प्रेरणार्थे अस्ति. सम्प्रति चुरादौ ज्ञाधातोः प्रक्रिया कथम् इति पश्येम. अस्मिन् सूत्रे तत्र अर्ति ऋ ह्रि व्लि रि क्नुयि क्ष्मायि इति धातवः सन्ति, किन्तु तत्र ज्ञा इति आकारान्तधातुं वर्जयित्वा ते सर्वे चुरादिगणे न सन्ति. तत्र अस्माकं प्रति तु ज्ञा इति धातुः एव धातु, तत्र धातुभ्यः णिच् प्रत्ययः अर्थद्वये भवति, स्वार्थे अपि प्रेरणार्थे इति. चुरादिगणे यदा भवति तत्र सत्याप किम् एकक्षणं सत्यापपाशरूपवीणा इति सूत्रेण चुरादिगणे णिच् इति विधानं भवति, अपि च प्रेरणार्थे भवति चेत् तत्र हेतुमति च इति सूत्रेण भवति इति ज्ञातवन्तः. अन्येषु गणेषु चुरादि चुरादिगणीयं ज्ञा धातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः प्रेरणार्थे एव. तत्र पुनः तत्र अन्येषु धातु चुरादिगणीय ज्ञा धातुं विहाय अनेन सूत्रेण इत्युक्ते अर्ति ह्रि व्लि इति सूत्रेण सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः प्रेरणार्थे एव भवति इति. यथा व्ली धातुः क्रयादिगणे व्ली इति धातुः व्लिनाति इति भवति, तत्र श्ना इति विकरणप्रत्यये आगच्छति, अतः व्लिनाति इति रूपं भवति नोदयति इति अर्थे. यदा प्रेरणार्थे णिच् णिचि पुगागमो भवति तदा व्लेपयति पातयति इति अर्थे. इत्युक्ते तत्र क्रयादिगणे व्लिनाति इति एव रूपं, किन्तु प्रेरणार्थे यदि णिच् प्रत्ययः भवति, पुनः तत्र प्रेरणार्थे इति हेतुमति च इत्यनेन भवति, तदा पुक् आगमः भवति. अतः तत्र पुगागमः भूत्वा व्लि इति धातोः पुक् इत्यस्य योजनेन व्लेपयति, तत्र व्ली इकारस्य गुणः भवति. इत्युक्ते तत्र णिच् इत्यनेन गुणः भवति, व्ले इति भवति. तदनन्तरं पुक् इत्यस्य पकारः एव तिष्ठति, व्लेप इति भवति, व्लेपयति इति लट्लकाररूपं. धातुः खलु व्लि इति दीर्घ आकारान्त इगन्तधातुः, व्लि इति धातुः इगन्त. तत्र व्ली योगः णिच् इति भवति चेत् णिच् इति अर्धधातुकप्रत्ययः, इगन्तधातुः इति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति, व्ले इति भवति. न न न, प्रथमतया पुगागमः भवति, तत्पश्चात् गुणः भवति. ओ अस्तु, इत्युक्ते व्लीयोगः पुक् व्लीयोगः पकारः. तद् किन्तु तत्र अग्रे आयास्यति. हा, प्रथमं पुक् आगमः भवति वा भगिनि? व्लीयोगः पुक् योगः णिच् इति भवति इति वदति. अस्तु, तदनन्तरम् अङ्गकार्याणि भवन्ति इति. तथा भवति भगिनी चेत् तत् दीर्घ इकारस्य कथम् ओ पुक् इति भूत्वा गुणः भवति, पुगन्तम् इति कृत्वा गुणः भवति. पुगन्तम् इति अस्ति खलु, पुगन्तलघुपदस्य च इति अस्ति खलु. हा सत्यं, तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः, पुगन्तम् अङ्गम् अस्ति इति कृत्वा गुणः. क्षमतां, न सार्वधातुक अर्धधातुकयोः इत्यनेन न पुक्ति. अत्र तत्र पुक् इत्यस्य कृते एव सूत्रे दत्तमस्ति तादृशं प्रयोग किं प्रयोगम् इति. हा सत्यं. हा, अपि च एते अवशिष्टाः सर्वे धातवः, इत्युक्ते तत्र न इति विहाय ये धातवः सूत्रे सन्ति परिशीलयिष्यन्ते अर्धधातुकप्रकरणे यत्र णिच् प्रत्ययः प्रेरणार्थे अस्ति इति. तदेव इदानीं पठितं. सम्प्रति चुरादौ ज्ञाधातोः प्रक्रिया कथम् इति पश्येम. इत्युक्ते तत्र चुरादौ ज्ञा इति धातोः प्रक्रिया अधुना अग्रे पश्यामः. इत्युक्ते तत्र चुरादिगणे ते धातवः न सन्ति इति एव. अत्र अस्मिन् सूत्रे ये धातवः उल्लिखिताः तेषु आकारान्तदातवः, अत्र अन्ये धातवः ऋ ह्री व्ली रि ग्नुयि ष्मायि, एते सर्वे धातवः चुरादिगणे न सन्ति एव. अतः इदानीं तेषां चिन्तनं न कुर्मः. आकारान्तदातवः ये सन्ति तेषु केवलं ज्ञाधातुः एव अस्मिन् गणे अस्ति, अतः केवलं तस्य विषये एव चिन्तनं कुर्मः. अन्येषां धातूनां विषये, अन्ये सर्वे आकारान्तदातवः ज्ञाधातुं विहाय, अपि च री ऋ ह्री लि रि ग्नुयि ष्मायि इत्येतेषां धातूनां विषये प्रक्रिया कथं भवति इति वयं प्रेरणार्थे निचि पश्यामः. यतोहि ते एतेषां चुरादिगणे तु कार्यं नास्ति, यतोहि एते सर्वे चुरादिगणीयदातवः एव न सन्ति. अस्तु सम्यक्, तर्हि धन्यवादः भगिनि. अग्रे भगिनि, अत्र व्लिनाति क्रयादिगणे व्लिनाति इत्यस्य अर्थः नोदयति इति सम्यक् वा? नुदति इति भवति खलु? हा नोदयति इति, हा हा हा हो इत्युक्ते किमर्थं चुरादिगणीयधातोः प्रयोगः इत्युक्ते प्रेरणार्थनिश्चिधातोः किमर्थं प्रयोगः इति खलु? लेपयति नोदयति भवितुमर्हति, परन्तु व्लिनाति इति तु व्लिनाति इत्युक्ते तत्र सत्यं तत्र निजन्तरूपं स्वीकृत्य वर्णनं न करणीयम् इति. समीचीनम्. अस्तु भगिनि, तत्र एकः प्रश्नः, यत्र कुत्रापि अहं एतस्य नुद् इत्यस्य प्रयोगं श्रुतवती, नोदयतु इति एव श्रुतवती. तत्र नुद् धातोः विषये, नुद् धातुः कस्मिन् गणे अस्ति? सुदादिगणे अस्ति खलु? सुदादिति, हा तुदादिगणे अस्ति, अतः तत्र नुदति इति भवति. किन्तु नुदति इति प्रयोगे अस्ति वा अथवा नोदयति इति एव श्रुतवती, अतः पृष्टवती भगिनि. प्रेरयति इति अर्थे नोदयति इति भवितुमर्हति. तर्हि इदानीं नोदयति इति एकं वाक्यं वदतु. अहं वा? भवती वदतु. तत्र नोदयतु इति लोट्लकारे श्रुतवती, इत्युक्ते तत्र वाक्यं किं श्रुतं? वाक्यं तत्र म्यूट् बटन् म्यूट् अस्ति खलु, तत्र नोदयतु अथवा नम्बर् 6 नोदयतु इति वर्गेषु संस्कृते एकं वदतु एकं वाक्यं. तत् समीचीनं, म्यूट् बटन् नोदयतु इति समीचीनं. संस्कृते एव एकं वाक्यं वदतु. संस्कृते वा? तत्र दूरवाण्यां दूरवाणीयन्त्रे तत्र किं दूरवाणौ यन्त्रे इति भवति वा? न, दूरवाणी इति नद्यौ इति भवति. दूरवाण्यौ यन्त्रे बटन् इति किं तत्र पिञ्ज वा? पिञ्जं षट् सङ्ख्यायाः पिञ्जं नोदयतु. नोदयतु इति प्रयोगः. तर्हि इदानीं प्रश्नः, तादृशप्रयोगः समीचीनः वा न वा इति. नोदयति इत्युक्ते पिञ्जमेव नोदयति खलु, स्वयं तु न नुदति, पिञ्जं नोदयति इति एव भवति खलु. तत्र अनिजन्तप्रयोगः कथं भवति इत्युक्ते, तत्र इदानीं तत्र अनिजन्तप्रयोगे वाक्यं कथं भवति? तत्रापि नुदति इति अर्थे तत्र पुनः पिञ्जम् नुदतु इति वक्तुं शक्नुमः इति मन्ये. नुदतु इति वाक्यं कथं भवति? भवती पिञ्जं नुदतु इति भवति वा? भवती पिञ्जं नुदतु इति वाक्यमस्ति इति अस्ति चेत्, इदानीं नोदयतु इति वाक्यं कथं भवति? अस्तु, भवती तत्र पुत्रा पिञ्जं नोदयतु. पुनः वदतु. भवती तत्र अधुना भवती प्रयो निजन्तवाक्ये भवति, प्रेरणार्थे भवति चेत् भवती इदानीं प्रयोजककर्ता भवति, कर्त्री भवति, अपि च प्रयोज्यकर्त्री भवति इति प्रयोज्यकर्त्री निजन्तवाक्ये. इत्युक्ते प्रेरणार्थे वा प्रेरणार्थे पृच्छति वा? प्रेरणार्थे एव, अत्र नुदुधातुः तु स्वार्थे न भवति एव खलु, चुरादिगणे धातुः एव नास्ति, अतः प्रेरणार्थे एव भवति नुदुधातोः विषये. अनिजन्तवाक्यं भवती उक्तवती, भवती पिञ्जं नुदतु इति वाक्यम्. इदानीं भवती पिञ्जं नुदति अस्ति चेत् नोदयति अन्येषां सहायेन इति न इदानीं निजन्तवाक्यं कथं भवति इति वदतु लोट्लकार एव वा लोट्लकार एव वदतु हा भवती पिञ्जं नुदतु इति अहं वदामि चेत् अधुना अहं प्रयोजककर्त्री भवामि हा अपि च मया सा नुदयति इत्युक्ते तत्र इदानीं तत्र भवती प्रयोजककर्त्री इति उक्तवती अन्या या अस्ति सा प्रयोज्यकर्त्री अस्ति इदानीं वाक्यं कथं भवति रामः इति स्वीकरोतु रामः कृष्णः इति स्वीकरोतु कृष्णः पिञ्जं नुदति नुदति रामः कृष्णेन पिञ्जं नोदयति रामः कृष्णेन पिञ्जं नोदयति इदानीं तदेव तत्र नोदयति इति नोदयतु इति अपि वक्तुं शक्यते नोदयतु रामः कृष्णेन पिञ्जं नोदयतु तर्हि इदानीं नोदयतु नोदयतु इति यदा प्रयोगः अस्ति नोदयतु इति प्रयोगः अस्ति इत्युक्ते तत्र निजन्तप्रयोगः इत्युक्ते भवती स्वयं न नोदयति स्वयं न नुदति अहं प्रेरयामि इति कृत्वा भवती नोदयति इति कृत्वा तत्र नोदयति इति प्रयोगः अतः दट् गर्ल् आर् कृष्ण इस् नाट् प्रेस्सिङ्ग् द बटन् आन् हिस् ओन् यु आर् मोटिवेटिङ्ग् हिम् टु प्रेस् इट् अतः नोदयतु इति इति वाक्यं तत्र एवमेव अत्र क्षम्यतां वदतु भगिनि एवमेव अत्रापि व्लिनाति इत्यत्र तु नोदयति इति न युक्तं यतोहि तत्र तु व्लिनाति इति तत्र प्रेरणार्थस्य विषयः नास्ति परन्तु प्रेरणार्थे अपि प्रयोगः शक्यते यथा इदानीम् अस्माभिः चर्चितं तत्र भवती स्वयं न नुदति परन्तु अन्यः भवतीं प्रेरयति इति कृत्वा भवती नोदयति इति कृत्वा वाक्यं वयं यदा वदामः बटन् नोदयतु इति यदा वदामः तदानीं अर्थः कः अन्तर्निहितः अर्थः कः इति चेत् भवती स्वयं न नुदति अहं प्रेरयामि इति कृत्वा भवती नुदति इति कृत्वा प्रयोगः अस्ति बटन् नुदतु नोदयतु इति प्रयोगः अस्ति सत्यम् अवगतं भगिनि अस्तु अतः यदा वयं बटन् नोदयतु इति वाक्यं शृण्मः तदानीं प्रश्नः भवति किमर्थम् अत्र प्रेरणार्थे वाक्यम् अस्ति इति प्रश्नः भवति चेत् एतादृशं तत्र एक्स्प्लेनेशन् करणीयः इत्युक्ते तत्र अहं भवत्या पिञ्जं नोदयामि इति भवति इति अस्ति अस्तु समीचीनं तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी अस्ति वा अद्य नो महोदय भगिनि अस्तु तर्हि इदानीं उषा भगिनी अग्रे अस्ति वा भवती सूर्यकुमारी भगिनी अस्ति भगिनि अस्मि श्रूयते पठतु अग्रे सूर्य अस्ति पठतु नारयोगः निच् हर्तिहिरि व्लीरि क्नोयि क्षाम्यातां पुङ्नौ इत्यनेन पुगागमः ज्ञायोगः पुगागमः अस्ति चेत् पुक् आगमः ज्ञायोगः पुक् योगः निच् अनुबन्धलोपे हलन्त्यम् उपदेशे जनुनाशक इत् छुटु इत्तस्य लोपः इत्यनेन ज्ञा पुक् पकार एव अवशिष्यते निच् इकार एव अवशिष्यते तत्र वर्णमेलने एव वर्णमेलने ज्ञापि भवति ज्ञापि सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा अतः ज्ञापि इति धातुः ज्ञा अपि धातुः ज्ञापि अपि पृथक्तया धातुः ज्ञापि नूतनधातुः अस्ति कर्त्री सेप् कर्तार्थे सार्वधातुक तिङ् प्रत्यये च सित् कृत् प्रत्यये च सेप् विहितः भवति ज्ञापियोगः सेप् यो सेप् सेप् अनुबन्धलोपे लसक्व तद्धिते हलन्त्यं तस्य लोपः इत्यनेन ज्ञापि योगः हा एव अवशिष्यते सार्वधातुक अर्धधातुकयोः स सेप् सित् अस्ति पित् अपि अस्ति अतः धातोः अन्यत् अन्तस्य एकः गुणः भवति ई स्थाने ये भवति ज्ञापे योगः आ यचोयवायावः इत्यनेन अचिपरे ये स्थाने ऐ आदेशः भवति ज्ञाप् योगः ऐ योगः ज्ञापय इति अदन्तम् अङ्गम् अस्ति ज्ञापक ज्ञापय योगः थि ज्ञापयति ज्ञापयते लट् विवक्षायां प्रथमपुरुषेकवचने तिप्रत्यय विहितः भवति अत्र ज्ञा धातुतः निच्छि अस्ति चेत् कानि कानि कार्याणि भवति इति उक्तं प्रथमम् अट्टि ह्रीव्लीरि क्नू क्नूयि क्षाम्यातां पुङ्नौ इति सूत्रेण निच् प्रत्यये निमित्तम् अस्ति चेत् पुक् आगम भवति पुक् कुत्र भवति इत्युक्ते निच् निमित्तम् अस्ति चेत् धातु अन्ते भवति कित् अस्ति चेत् पुक् कित् अस्ति चेत् अन्ते आगम भवति न तु आद्यन्तौ चकितौ इत्यनेन अन्ते भवति ज्ञा निरनुबन्धरूपं ज्ञा प इ वर्णमेलनेन ज्ञापि भवति ज्ञापि आतिदेशिकधातुः धातुसंज्ञा भवति सनाद्यन्ता धातवः इत्यनेन आतिदेशिकधातुः अस्ति चेत् गुणनि गणविवरण गणविकरणप्रत्यय न भवति कर्तरी सेप् इत्यनेनैव कर्त लट् विवक्षया सेप् आयाति सेप् सित् अस्ति तिंसित् सार्वधातुकम् इत्यनेन सार्वधातुसंज्ञा भवति सार्वधातुक अर्धधातुकयोः इत्यनेन गुण प्रत्ययस्य इक्वर्णः गुणः भवति नूतनधातुः अस्ति ज्ञापि ज्ञापि योगः गुण भवति चेत् ज्ञापे भवति सेप् निरनन्दरूपम् आ एव अवशिष्यते ज्ञापे योगः आ अस्ति सन्धिकार्यं भवति यचोयवायावः इत्यनेन ज्ञापै भवति तदनन्तरं वर्णमेलनेन ज्ञापय भवति ज्ञापय अदन्तम् अङ्गम् अस्ति अदन्तम् अङ्गं तिंसित् प्रत्ययाः वयं जानीमः विवक्षया आत्मनेपदि वा परस्मैपदि वा भवति आत्मनेपति अस्ति चेत् ज्ञापयते भवति परस्मैपदिविवक्ष अस्ति चेत् ज्ञापयति भवति सम्यक् समीचीनं धन्यवादः अत्र प्रत्ययायां कोऽपि क्लेशः अस्ति वा सर्वं स्पष्टमिति मन्ये अस्तु तर्हि अग्रे गच्छामः तर्हि उषा भगिनी अग्रे अत्र ज्ञापय इति अङ्गम् ज्ञापय इति अङ्गम् अदन्तम् इति अवधेयम् अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनविधिः इत्यस्मिन् अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः स एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः नाम अस्मात् ज्ञापय इति अदन्त अङ्गात् लट् लोट् लङ् विधिलिङ् इत्येषां सिद्धतिङ्प्रत्ययाः विहिताः भवन्ति ज्ञापयति लट् ज्ञापयतु लोट् अज्ञापयत् इति लङ् ज्ञापयेत् विधिलिङ् इत्यादीनि रूपाणि निष्पन्नानि चुरादिगणे एक एव आकारान्तधातुः अस्ति ज्ञा किन्तु प्रेरणार्थकनिधि बहवः एवं सन्ति, तेभ्यः अपि प्रक्रिया तथा. अस्तु भगिनि, ज्ञापय, ज्ञा इति धातोः तः ज्ञापय इति अङ्गं सिद्धं भवति. अङ्गस्य कृते परस्मैपतिप्रत्ययः अथवा आत्मनेपतिप्रत्ययः विपक्षानुगुणं प्रक्रिया लट् लट् लोट् लङ् वितिलिङ् कृते सिद्धतिङ्प्रत्ययाः योजयामः. तदेव पञ्चमकरपत्रे अपि प्रदर्शितः. अपि चुरादिगणे एक एव आकारान्तधातुः अस्ति, ज्ञा इति धातोः ज्ञापय इति अङ्गं सिद्ध्यति. प्रेरणार्थकणिचि बहवः सन्ति, तेभ्यः प्रक्रिया अपि एवमेव. प्रथमं पुक् आगमः, अनन्तरं शप्, अनन्तरं अङ्गं सिद्ध्यति, अनन्तरं लट् लोट् लङ् वितिलिङ्ग् रूपाणि भवति. सम्यक्. तर्हि इदानीं ज्ञापय इति अङ्गं स्वीकृत्य लटि रूपाणि अरुणा भगिनी वदति वा? अस्ति वा भगिनि? अस्तु, तर्हि मीना भगिनी वदतु. ज्ञापयति, ज्ञापयतः, ज्ञापयन्ति, ज्ञापयसि, ज्ञापयतः, ज्ञापयते, ज्ञापयामि, ज्ञापयावः, ज्ञापयामः. अस्तु, लोटि अपि वदतु. ज्ञापयतु, ज्ञापय, ज्ञापयतु, ज्ञापय, ज्ञापय इतां, ज्ञापयेतां वा? ज्ञापयतु, ज्ञापयतु, तु तामन्तु, ज्ञापयतु, ज्ञापयतु, ज्ञापयतात् इति अपि अस्ति खलु? तथात् अपि ज्ञापयतु, ज्ञापयतात्, ज्ञापयतु, ज्ञापयतां, ज्ञापयन्तु, ज्ञापय, ज्ञापयतं, ज्ञापयत, ज्ञापयानि, ज्ञापयाव, ज्ञापयाम. ज्ञापयतात् अपि अस्ति खलु? ज्ञापयता, ज्ञापय, ज्ञापयतात्, ज्ञापयत्तं, ज्ञापयत, ज्ञापयानि, ज्ञापयाव, ज्ञापयाम. अस्तु, ज्ञापयता. अरुणा, अरुणा भगिनी लङ्गी वदति वा? किं सूर्यकुमारी भगिनी? ज्ञापयतात् अपि भवति इति उक्तम्. अरुणा भगिनी अस्ति वा? लङ्गी वदति वा? आं भगिनि, अस्मि भगिनि. अडागमः भवति, अज्ञापयत् इति एकरूपम्, अज्ञापयताम्, अज्ञापयन्, अज्ञापय. द्विवचने किं? द्विवचने ज्ञापयः. प्रथमपुरुषे द्विवचने अज्ञापयताम्, अज्ञापय, अज्ञापयताम्, अज्ञापयताम्, अज्ञापयन् बहुवचनम्, अज्ञापयः, अज्ञापयतम्, अज्ञापयत, अज्ञापम्, अज्ञापव, अज्ञापव, अज्ञापव. विसर्गः नास्ति खलु भगिनि? उत्तमपुरुषे वदतु. अज्ञापयम्, अज्ञापव, अज्ञापम, अज्ञापयाव, अज्ञापयाम, अज्ञापयाव, अज्ञापयाम. दीर्घम् अडागम आडुत्तमस्ति, आडुत्तमस्य पिच्छे नास्ति. तत्र तत्र अज्ञापय योगः व इत्यत्र केन सूत्रेण दीर्घत्वं जायते अज्ञापय इत्यस्य? अतो दीर्घ, अतो दीर्घोयि. सम्यक्, अतो दीर्घोयि इति सूत्रेण दीर्घत्वम्, अज्ञापयाव, अज्ञापयाम. अस्तु, समीचीनं. तर्हि एवमेव तत्र सर्वत्र रूपाणि भवन्ति. अमिपूर्वः कुत्र? अमिपूर्वः अम् उत्तमपुरुषे एकवचने अमिपूर्वः, द्विवचने बहुवचने तु अतो दीर्घो यञि खलु. आम् आम् आम्, द्विवचने बहुवचने पृष्टं कथं दीर्घ. प्रथमपुरुषे तु अमिपूर्वः. अस्तु, तर्हि इदानीम् अग्रे विनय महोदय पठति वा. आं भगिनि, अत्र ज्ञापय, क्षम्यतां एकक्षणम्, अत्र ज्ञापयति इति वदामः चेत् केवलं सः आज्ञां करोति इति एव अर्थः, तत्र प्रेरणार्थ नास्ति. ज्ञापयति इत्युक्ते आज्ञां करोति, सत्यम् इति एव, प्रेरणार्थः नास्ति. अत्र ज्ञापय इति अङ्गम् ज्ञापय दातवः भगिनि, इदानीं तु प्रेरणार्थे अपि भवितुं शक्नोति खलु. न न, भगिन्याः प्रश्नः कः आसीत्? अत्र अत्र यद् पठितं तत्र तु आज्ञां ददाति इत्येव अर्थः खलु इति उक्तं, सत्यम् इति उक्तं मया. प्रेरणार्थे अपि भवितुमर्हति इति भिन्नवार्ता. अस्तु, किन्तु प्रेरणार्थे भवति चेत् समानं खलु, रूपं समानं, रूपं समानं समानं समानं. महोदय कृपया. इगन्तधातवः चतुर्धातवः, चत्वारः धातवः, चत्वारः नपुंसक, चत्वारः धातवः सन्ति. चिय चयने, च्यु सहने, हसने च, घू अवकल्कने विश्रीकरणे, चिन्तने च, ध्रि प्रसवरणे. धातु इकारान्त उकारान्त ऋकारान्त इति चेत् इगन्त अर्थात् इकारान्त उकारान्त ऋकारान्त इति चेत् अचो इणति इति सूत्रस्य प्रसक्तिः अस्ति. अत्र णिच् आधारेण, णिच् णित् भवति, अपि च इन्त भवति, तर्हि एव इन्नडति सूत्र आधार भवति. अचो अचो इणति, अचो अचो अग्रे वदामि, अग्रे पठतु महोदय, अग्रे पठतु. हा, अचो इणति अजन्ताङ्गस्य, अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति लिति प्रत्यये परे. यथा धातु अस्ति चि, इगन्त अस्ति, प्रत्यय प्रथम आयाति ऋच् प्रत्यय, ऋच् प्रत्यय अचो इणति तेन अङ्ग अन्तस्य अचः वृद्धिः भवति सूत्राधारेण. तर्हि इकार हरस्व वा दीर्घ वृद्धिः भवति, वृद्धिः आदै च सूत्राधारेण वृद्धिः भवति. अथवा इ वा इ ऐ भवति, तच्च हलन्तयोगा ऐ ई स्थाने ऐ आयाति, तदनन्तरं सन्धि भवति, एचो ऐ वायावः, अचि परे ऐ स्थाने आय भवति. तर्हि च हलन्त योगा आय, यः अपि हलन्ति चाय भवति, तदनन्तरम् इकार लिच् अवशेष वर्णमेलनं सरादि धातु, अपि च भूवादयोः अन्तर्भूतः धातु अधिकार भवति. तदनन्तरं चायि वर्णमेलने उपरान्त यतः सार्वधातुक भूवादयो धातु अपि अस्ति, तनादि आधारे नूतनधातु भवति, इदानीं कर्तृशप् प्रत्ययस्य महत्त्वं भवति. कर्तृशब् अर्थात् कर्तृक सार्वधातुके छित् आधारेण शप् विहितः भवति. अतः शप् अर्थात् वयं जानीमः अनुबन्धलोप लशगु अतद्धिते हलन्त्यं च अवशेष चायि योग भवति. इदानीं सार्वधातुकार्धातुकयोः शप् निमित्त अस्ति, तर्हि पित् अस्ति पकारणेन अत्र गुण भवति. गुणर्थात् ई स्थाने ए भवति, अतः चाये भवति. चाये यदि भवति अविशेषः शप् तिष्ठति, तदनन्तरम् अत्र अहं कोऽपि अन्य सूत्र पश्यामि. अत्र अत्र चाय चाय अत्र अन्यसूत्र आयाति श्री सम्बन्धे. चायियोगः चायियोग सार्धातुक शप् षित् अस्ति, पित् अपि अस्ति, अतः धातु इत्यस्य एकगुणः. अत्र मितां ह्रस्वः इत्यनेन मित् धातूनाम् उपधायाः स्वरः ह्रस्व भवति लिच् प्रत्ययः परे. अतः आ ह्रस्व अ भवति, चयि भवति. चयि योगः शप् अविशेष अस्ति, तर्हि चयि एचो अयवायावः तेन अचि परे अय स्थाने अय भवति, तर्हि चय भवति. यदि चय भवति तदनन्तरं चय योग ए योग अय तथा चय योग अय योग अ चयय इति अङ्गं भवति. इदानीम् अतः चयय यदि अङ्गं भवति तदनन्तरं विवक्षाधारेण लट्लकार प्रथमपुरुष चययति भवति वा आत्मपदी चयते चययते भवति. परन्तु अत्र अहं लिच्छः कोऽपि न पश्यामि. अतः उभयपदी भवति परन्तु लिच् अत्र अहं न पृच्छामि. अत्र उक्तवान् समीचीनं. तर्हि अत्र विशेषः कः इति चेत् केचन इत्युक्ते सामान्यतया तत्र प्रक्रिया चुरादिगणे या प्रक्रिया अस्ति ताम् आश्रित्य यदा वयं कुर्मः तर्हि चाययति चाययते इति रूपं स्यात्. परन्तु अत्र विशेषः कः इति चेत् केचन धातवः मित्तः सन्ति, केचन धातवः मितः सन्ति इत्युक्ते तत्र एकः गणः अस्ति यत्र धातवः ये मितः सन्ति तेषाम् उल्लेखः अस्ति. तर्हि ये मित् धातवः सन्ति तेषां कृते अत्र उपधायाः स्वरस्य ह्रस्वत्वं भवति निचि प्रत्यये परे. अतः छि इति धातुः अत्र तु अस्मिन् चुरादिगणे ण्यपादयः षट् इति अस्ति, ण्यपादयः षट् इति प्रायः अग्रे आयस्यति. तर्हि एकः अन्तर्गणः अस्ति ण्यपादयः षट् इति. अत्र षड् धातवः मितः सन्ति, षड् धातवः मितः सन्ति, तेषु क्षिय इति अपि एकः धातुः अस्ति मित् इति कृत्वा अत्र मितां ह्रस्वः इति सूत्रेण अत्र प्रक्रियायां चायि इति यः धातुः लब्धः तत्र चायि इत्यस्य उपधायाः ह्रस्वत्वं भूत्वा वस्तुतः अत्र कथं कथं वक्तव्यम् इति चेत् चाय् किं तत्र चाय् योगः इ, चाय् योगः इ इति स्थितौ, चाय् योगः इ इति स्थितौ इदानीम् उपधायां स्वरः स्वरः अस्ति, उपादायं स्वरः अस्ति, दीर्घस्वरः अस्ति, तस्य मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. अतः चै योगः इ, चै इति नूतनधातुः लभ्यते अत्र. यद्यपि प्रक्रियायां चायि इति लब्धं, तदनन्तरं विकरणप्रत्ययः आयाति, तदनन्तरं मितां ह्रस्वः इति प्रदर्शितमस्ति, परन्तु वस्तुतः यदा चायि इति लब्धं तदानीं चायि इत्यत्र तु उपादायां तु ह्रस्वस्वरः एव अस्ति, उपादायं स्वरः एव नास्ति खलु, यकारः अस्ति खलु. कथं कथं मितां ह्रस्वः इति चेत् अत्र वस्तुतः णिच् प्रत्यये परे चायोगः इ इति स्थितौ णिच् प्रत्यये परे तदानीं तु उपादायां दीर्घस्वरः अस्ति, तस्य दीर्घस्वरस्य ह्रस्वत्वं भूत्वा चै योगः इ, चै इति नूतनधातुः लभ्यते. चै इति नूतनधातुतः यदा शप्रत्ययस्य विधानं सर्वं भवति तदानीं चययति, चययते इति रूपं लभ्यते. अस्तु, इदानीं तत्र विजयलक्ष्मीभगिनी मितां ह्रस्वः इति सूत्रं पठति वा? आं पठामि भगिनि. मितां ह्रस्वः इत्यनेन ये धातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति निचि प्रत्यये परे. मितां ह्रस्वः मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति निच् प्रत्यये परे. मित् कश्चन अन्तर्गणः, भ्वादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे न्यपादयः षट् धातवः मित् अन्तर्गणे सन्ति. मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदम् इदं सूत्रम् उदुपधाया गोहः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, दोषो णौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं मितां अङ्गानाम् उपधायाः ह्रस्वः णौ. मितां ह्रस्वः इति द्विपदात्मकं सूत्रम्. अत्र मित् इति कश्चन अन्तर्गणः, भ्वादिगणे घटादयः इति उपगणः, उपगणः मित् अन्तर्गणे सन्ति. ओ, घटादयः मित् अन्तर्गणे सन्ति, अतः मित् इति भ्वादिगणे अन्तर्गणः. तावदेव खलु भगिनि? इत्युक्ते घटादयः इति यः अन्तर्गणः अस्ति भ्वादिगणे, तत्र ये धातवः मितः सन्ति तेषां सर्वेषाम् उल्लेखः अस्ति. घटादयः इति एकः गणः, अस्मिन् गणे ये घटादयः बृहमितः, बृहती सर्कल् वा भ्वादिगणे तत्र, हा, बहवः धातवः सन्ति तत्र घटादयः इति गणे, घटादिगणः इति गणः, तस्मिन् गणे बहवः धातवः सन्ति, ते सर्वे मितः, ते सर्वे मितः वा, ते सर्वे मितः. घटादिगणे ये सन्ति ते सर्वे मितः. चुरादिगणे ज्ञपादयः, ज्ञपादिः, ज्ञपादिः इति एकः गणः, तत्र गणे षट् धातवः सन्ति. इति अपि एकः धातुः, चिय इति चुरादिगणे वा, चुरादिगणे तत्र ज्ञपादयः इति उक्तं खलु, अतः ज्ञप, यम, चः, रः, बल, चिय इति षट् धातवः. ज्ञप इत्यत्र ज्ञपयति, यम इत्यत्र यमयति, चः इत्यत्र चहयति, रहयति, रः इत्यत्र रहयति, बल बलयति, चि चययति इति तत्र रूपं ह्रस्वत्वं भवति. अमितामिति षष्ट्यन्तं, ह्रस्वः इति प्रथमान्तम्, अत्र उदुपधायाः गोः इत्यस्मात् उपधायाः इति अनुवृत्तिः, दोषोणौ इति सूत्रात् नौ इति अनुवृत्तिः, अङ्गस्य अधिकारः, अनुवृत्तिसहितसूत्रं मितां अङ्गानाम् उपधायाः ह्रस्वः नौ. अतः णिच् प्रत्यये परे ये धातवः, ये धातवः मित् इति अन्तर्गणे भवन्ति, अपि च न्यपादयः तत्रापि मित् इत्येव, मित् अन्तर्गणे ये धातवः सन्ति तेषां निच् प्रत्यये परे भवति चेत् अङ्गस्य उपधायाः केवलम् अकारस्य वा अच्युत्यस्य वा अकारस्य इत्येव अकारस्य ह्रस्वः इत्युक्ते अचः अचः उपधाय अत्र अकारः अस्ति, परन्तु इकारः उकारः अपि भवितुम् अर्हति खलु यः यः कोऽपि स्वरः उपधायाः अचः ह्रस्वः भवति इति सूत्रार्थः. समीचीनं, तर्हि सूत्रमस्ति मिताम् ह्रस्वः इति सूत्रं. तर्हि मित् धातुः मित् धातवः ये धातवः सन्ति तत्र कुत्र मित् धातवः लभ्यन्ते इति चेत् घटादिः इति एकः गणः भुवादिगणे अस्ति, न्यपादिः इति एकः गणः चुरादिगणे अस्ति. एते सर्वे धातवः मितः, अतः एतेषां सर्वेषां धातूनां विषये निच् प्रत्ययः यदा भवति तदानीं तत्र उपधायाः स्वरस्य ह्रस्वत्वं भवति, निच् प्रत्ययस्य निमित्तीकृत्य एव ह्रस्वत्वं भवति इति विषयः. अस्तु भगिनी, भ्रमः जनयति मित् इति मकारः इत्यस्य सह इति अपि भवितुमर्हति खलु. हा, मकारः इत्यस्य सह इत्यपि भवितुमर्हति, परन्तु अत्र तथा नास्ति. मित् मकारः इत्यस्य सह इति अस्ति चेत् अत्र प्रायेण, क्षम्यतां भगिनि, अत्र प्रायेण अत्र आगमस्य विषयः भवति खलु, न तु. अस्तु, सुमन् भगिनि वदतु. तत्र मकार इत् भवेत् इति किमपि निमित्तं नास्ति किम्? नकारः इत् भवेत् इति निमित्तं नास्ति. मित् मित् गणे तत् न, मित् अङ्गम् इति उक्तं खलु, मित् अङ्गम् इति उक्तं खलु. तर्हि मित् अङ्गम् इति अस्य मिताम् अङ्गानाम् इति उक्तं. मिताम् अङ्गानाम् इत्यत्र मकारः इत् यस्य सः इति कथं तत्र अङ्गम् इत्यत्र इत्यनेन अन्वयः भवितुमर्हति? अङ्गकार्ये अस्ति खलु इदम्. ओ अस्तु, इदानीं तु अतः गणः एव भवति, भवितुमर्हति, इति संज्ञा नास्ति अत्र. अस्तु, चुरादिगणे षड् धातवः सन्ति, तेषु चत्वारः धातवः इगन्तधातवः. चत्वारः धातवः इगन्तधातवः, कथं कथं जानाति इगु इगन्तधातवः इति? तत्र अस्ति खलु, कुत्र अस्ति? ओ नो नो नो, इगन्तधातवः एव चत्वारः धातवः न, इगन्तधातवः चत्वारः धातवः सन्ति चुरादिगणे, तेषु चिय इति एकः धातुः, सः धातुः तु मित् अस्ति इति कृत्वा मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. अन्ये ये धातवः, अन्ये त्रयः धातवः ये सन्ति ते तु मितः न सन्ति, तत्र तु यथा सामान्यं प्रक्रिया भवति. अस्तु, चुरादिगणे षड् धातवः सन्ति, तेषु षड् मित् मितः धातवः च सन्ति, तेषु एकः एव इगन्त अस्ति. सत्यम्. अस्तु अस्तु, अग्रे भवती एव पठतु, एकं पठतु. अस्तु, इदानीं तु मितां ह्रस्वः सूत्रम् अभवत्, तथैव च्यु योग निच् च्यु योग इकार च्यौ भवति, आम् च्यौ योग इकार च्याव योग इत्युक्ते, भगिनी क्षम्यतां, पठनस्य आवश्यकता नास्ति, प्रक्रिया कथम् अस्ति इति प्रतिपादयतु. अस्तु अस्तु, इदानीं तु च्यु चुरादिगणे अस्ति, अतः इदानीं तु निच् प्रत्यय आगच्छति, च्यु योग निच्, तत्र अन्तिम वर्णः उकारः अस्ति, अचोनिति इति सूत्रेण तस्य वृद्धिः भवति, अतः इदानीं च्यौ योग इकार भवति. तत्र अयादिसन्धि भूत्वा एचोयवायव सूत्रेण च्याव च्यावि इति भवति, नूतनधातु भवति च्यावि. इदानीं च्यावि योगश तत्र गुणः भवति च्यावे इति भवति, पुनः एचोयवायव कार्यं करोति. च्यावे योग अकार च्यावि चाव्याय चावय भवति, तत्तु अङ्गम् अस्ति. इदानीं चावयति च्यावयति इति भवति च्यावय अथवा ते. सम्यक्, समीचीनम्. अस्तु, तर्हि अग्रे कः तत्र अरविन्द महोदय अग्रिमं करोति वा? भू निच् तत्र इति तत्र तु इति बहु भूवादिगणे धातुः अस्ति वा इति चुरादिगणे अस्ति? भू इति धातु चुरादिगणे अपि अस्ति. अच्छा, भू इति चुरादिगणे धातुः अस्ति चेत् तत्र निच् आयाति चेत् अनुबन्धलोपानन्तरं भूयोगः इ अवशिष्यते. तदनन्तरम् इ अर्धधातुकम् अस्ति इति कृत्वा तत्र सर्वधातुक अर्धधातुकयोः इति सूत्रेण उगन्तस्य अन्तस्य धातु अङ्गस्य उकारस्य औकारः भवति. तदनन्तरम् अहम् एचोय इकारस्य कारणेन एचोयवायव इति भूत्वा भाव इति भवति. तदनन्तरं वर्णमेलनेन भावि इति सानन्द सनाद्यन्तदातवः इति रूपं चित्यते. तदनन्तरं कर्तरि शप् इति शप् विधीयते. भावीयोगः शप् तत्र शप् निन्द्यते, षित् अस्ति, पित् अपि अस्ति इति कृत्वा भावीयोगः तत्रापि सर्वधातुकर्धधातुकयुति कार्यं करोति इति कृत्वा भावे भवति. तदनन्तरं भावे इति अस्ति तत्र पुनः अकारकारणेन एकारस्य आवादेश आयादेशः भवति. भावय इति अङ्गं भवति भावय. तदनन्तरं तिक् योजनेन भावययोगः तिक् तत्र भावयति अथवा आत्मनेपदे तु भावयते इति भवति. अत्र तु अचोनिति कार्यं करोति, न तु अचोयनिति. क्षम्यताम्, अचोनिति अचोयनिति, न तु सर्वधातुकर्धधातुकः. सम्यक. अत्र सर्वधातुकर्धधातुकयोः इत्यनेन तु भो भवति खलु, न तु भौ भो भवति. सम्यक्. अत्र ह्रस्वत्वं न भवति वा? अयं धातुः मित् गणे नास्ति. ओ, तथैव इति दत्तमस्ति. तथैव इत्युक्ते तत्र इगन्तधातूनां विषये अस्तु. अत्र इगन्तधातुः इति विषयः खलु इति कृत्वा छि इत्यत्र उक्तं, तथैव अत्र एतेषां धातूनां विषये इति उक्तम्. अत्र वस्तुतः मित् इति तथैव इत्युक्ते मित् इत्यनेन एव तत्र अन्वयः भवति इति कृत्वा तथैव इति न वक्तव्यं वस्तुतः. तथैव इति वदामः चेत् किञ्चित् भ्रमात्मकम् अस्ति, यतोहि पूर्वं मित् इति उक्तं खलु, अतः अत्रापि तथैव अस्ति इति नास्ति. अत्र तथैव इति निष्कासनीयं वस्तुतः. अस्तु, भू इति गडादय धातोः मितः ह्रस्वत्वं भवति न, तत्र हेतुमत् पावन् अति निच् अति भवति चेदेव तत्र पुनः एतत् सूत्रं कार्यं करोति न? न, भू इति धातुः मित् गणे नास्ति खलु. भू इति भुवादय भू इति धातु नास्ति, भुवादयौ गडादयः सर्वे मितः इति भवति उक्तवती. सत्यं. तत्र तु हेतुमत् भावेन यत् निजन्तम् आयाति तत्र एव मितां हृत्स्व इति पुनः कार्यं करोति न? सत्यं सत्यं सत्यं. चुरादिगणे नास्ति, चुरादिगणे नास्ति, किन्तु निच् अस्ति. निच् कारणेन अङ्गानाम् उपदेयस्य अङ्गायाम् उपदेयस्य ह्रस्व नौ भवति तत्रापि तत्र नौ इति हेतुमद्भावेन आयाति न तु चुरादिगणदीय अस्तु घटादीनां सत्यं घटादीनां विषये तु प्रेरणार्थे निचि इत्यस्मिन् विषये चिन्तनं भवति मितां इत्यस्य भगिनी क्षम्यतां मित् इति गणः घटादय इति गणस्य अन्ते अन्तर्भूतः वा इत्युक्ते मित् इति साक्षात् गणः इति मित् इति साक्षात् गणः इति कुत्रापि न उक्तं घटादिगणे ये धातवः सन्ति ते सर्वे मितः तेषां नामकरणं मितः अस्तु किन्तु घटादयः तु भ्वादिगणे अस्ति इति उक्तं खलु चिरादिगणे अपि अस्ति इत्युक्ते तेषां संज्ञा अस्ति गणः तु घटादिगणः अपि च ज्ञपादिगणः एव गणः तत्र एते गणाः उपगणाः अत्र मूलगणः अस्ति भ्वादिगणः मूलगणः अस्ति चिरादिगणः तत्र उपगणः अस्ति घटादिगणः ज्ञपादिगणः तर्हि ते तत्र तस्मिन् गणे ये धातवः सन्ति तेषां मित् इति संज्ञा अस्ति मित् इति संज्ञा अस्ति वस्तुतः मित् इति संज्ञा केचन धातूनां मित् इति संज्ञा अस्ति इत्युक्ते घटादयगणे ये धातवः सन्ति तेषां सर्वं मित् इति संज्ञा अस्ति इति वा इति अस्ति वा आम् आम् किन्तु ये धातवः भ्वादिगणे अस्ति इति उक्तं चुरादिगणे कथं भवति तत् तथा ज्ञपादिगणः इति उक्तं खलु ज्ञपादयः षट् इति ज्ञपादिगणः अस्ति ज्ञपादिगणे षड् धातवः सन्ति इदानीं मया उक्तं खलु ज्ञप यम चः रः बल क्षीय इति एते षड् धातवः एतेषां वित् इति संज्ञा इत्युक्ते गणः अस्ति भगिनि गणः अस्ति तत्र गणे एव गणसूत्राणि इति भवन्ति इत्युक्ते अत्र प्रथमतया केचन धातवः मितः सन्ति इति वयं जानीमः मितां ह्रस्वः इति सूत्राधारेण केचन धातवः मितः सन्ति इति वयं जानीमः तर्हि तत्रापि सर्वेषु अर्थेषु धातुः मित् इति अपि नास्ति तत्र धातवः विशेष अर्थेषु अपि मितः भवन्ति केचन धातवः विशेष अर्थे मितः भवन्ति न केवलं घटादिगणे धातवः अथवा ज्ञपादिगणे धातवः अपि च केचन धातवः विशेष अर्थे अपि मितः भवन्ति केचन धातवः अतः तत्र तस्मिन् अर्थे एव रूपं ह्रस्वत्वं भवति अन्येषु अर्थेषु नास्ति नास्ति तदपि द्रष्टव्यं भवति तादृशसूत्राणि गणसूत्राणि तत्र गणपाठे एव भवति इदानीम् एतानि ज्ञपादयः अपि घटादयः इति गणे अन्तर्भूतः इति वक्तुं शक्यते वा न भगिनि ज्ञपादयः इति चुरादिगणे अस्ति चुरादिगणे तदेव मम प्रश्नः अस्ति अस्तु ज्ञपादयः षट् इति चुरादिगणे उपगणः घटादयः इति भुवादिगणे उपगणः अस्तु अस्तु गृ इति धातुः तत्र कः करोति विजया भगिनी करोतु एकनिमिषं भगिनि तत्र महोदय किमपि उक्तवान् तत्र भुआदिगणे भू इति घटादिगणे अस्ति इति किन्तु तत्र भावयति एव भवति खलु तत्र तु ह्रस्वस्वरणागण न भू इति धातुः घटादिगणे अस्ति इति न उक्तम् तत्र भू इति धातुः घटादिगणे अस्ति इति न उक्तं महोदय उक्तवान् अत्र ची इति धातुं विहाय अन्ये ये धातवः सन्ति तेषां विषये तु तत्र घटादिगणे ये धातवः सन्ति तेषां तु मितां ह्रस्वः इत्यनेन कार्यं प्रेरणार्थे निचि एव भवति इति उक्तं न तु चुरादिगणे अस्तु तत्रापि मितां ह्रस्वः कार्यं करोति तत्र अपि उपधायां स्थितः स्वरः ह्रस्व भवति सत्यम् अस्तु किन्तु घटादिगणे के धातवः सन्ति इति इदानीं विषयान्तरम् वयं पश्यामः गणपाठे एव भवति न तु गणपाठे भवति अपि च अस्मा प्रेरणार्थे निचि इति भिन्नकरपत्रम् अस्ति तत्र यदा वयं पठामः तदानीं चिन्तयामः घटादिगणस्य विषये इदानीं तस्य चिन्ता नास्ति अस्तु धन्यवादः अस्तु इदानीं विजया भगिनी गुरुयोगः निच् तत्र प्रक्रिया कथम् अस्ति इति प्रतिपादयतु गुरुयोगः निच् अत्र गुरुयोगः अनुबन्धलोपानन्तरं निच् इत्यनेन इत्यस्य इकारः एव तिष्ठति गुरुयोगः इ इदानीम् अत्र गुणः भवति सार्वधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन गार् इति भवति गार् योगः इ न सार्वधातुक अर्धधातुक इत्यनेन तत्र गुणः भवति इति उक्तं वा पुनः गृ इति गार् भवति खलु महोदय गार् इति सार्वधातुक अर्धधातुक इत्यनेन भवति वा गार् अचोनिति इत्यनेन इत्यनेन गुणः इति नास्ति अत्र सर्वे वदन्ति चेत् अत्र सर्वे वदन्ति चेत् अत्र भगिन्याः बोधः न भवति केवलं मम सम्भाषणं भवति भगिन्याः सह अस्तु भगिनी वदतु तत्र केन सूत्रेण गार् भवति इति इत्यनेन वृद्धिः भवति खलु महोदय वृद्धिः भवति इदानीं गार् योगः इ गारि इति अत्र नूतनधातु निष्पन्नं इदानीं गारियोगः इति नूतनधातुः निष्पद्यते अनन्तरं गारियोगः अकारः आगच्छति शप् इति विकर्णप्रत्ययेन अत्र अकारः एव तिष्ठति अनुबन्धलोपानन्तरम् इदानीम् एव सार्वधातुक अर्धधातुकयोः इत्यनेन गारे इति भवति इकारस्य स्थाने एकारः भूत्वा गारे इति भवति अनन्तरम् अकारः तिष्ठति गारय इति भवति इति अङ्गं भवति न अत्र येचो यव यवः इत्यनेन अयादेशः भवति गारय इति अङ्गं भवति गारयि योगः ति अत्र गारयति इति परस्मैपदिनः ते इति गारयते इति आत्मनेपदिनः रूपम् अत्र निष्पद्यते महोदय समीचीनं समीचीनं तावदेव महोदय अत्र कि अत्र मम प्रार्थना किम् इति चेत् यदा मम सम्भाषणम् एकस्य एकेन सह भवति तदानीम् अन्ये वदन्ति चेत् तत्र किं कयोस् भवति अतः एकस्य वन् आन् वन् सम्भाषणं समीचीनं भवति इति मम प्रार्थना अस्तु अस्तु भगिनी इदानीम् एक भगिनी एकः प्रश्नः अस्ति तत्र वित्तां ह्रस्वः इति अतुपधायाः अपवादसूत्रं भवति वा यतोहि तत्र अतुपधायाः इत्यनेन तत्र उपधायाः अकारस्य दीर्घत्वं भवति अपि च तत्र वित्तां ह्रस्वः इत्यनेन तस्य निरोधः भवति अतः अपवादसूत्रं इति एकम् उदाहरणं स्वीकृत्य प्रतिपादयति चेत् सम्यक् भवति अस्तु तत्र वित्तां किं वदामि न्यप एव न्यपादयः मित् इत्यस्मिन् न्यप इति धातुः अस्ति न तत्र न्यपादयः मित् इत्यस्मिन् न्यप इति धातुः अस्ति न्यपायोगः निच् इत्यस्मात् तत्र निच् इत्यनेन तत्र अकारः ज्ञा इत्यस्मि परतः अकारः ज्ञाप् इति भवति ज्ञापी इति भवति तस्मात् अनन्तरं मितां ह्रस्वः कुर्मः वा नो चेत् मितां ह्रस्वः अनन्तरमेव कुर्मः दीर्घत्वं यदा भवति तदानीं ह्रस्वत्वम् अतः अपवादः इति नास्ति ओ अस्तु सत्यं पूर्व अकारस्य दीर्घत्वं भवति तस्मात् अनन्तरं मितां ह्रस्वः भवति अस्तु सत्यम् एवमेव अचोयन् इति दीर्घत्वं भवति तत्पश्चात् मृतां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति सत्यं सत्यं धन्यवादः अस्तु भवती एव अग्रे पठतु हलन्तधातवः अस्तु हलन्तधातवः अदुपधातवः एकत्रिंशति धातवः सन्ति अत उपधायाः इति सूत्रमस्ति उपधायाम् अतः वृत्ति इति निति प्रत्यये परे इति सूत्रं वदति उपधायां यदि अकारः अस्ति तत्र तस्य वृद्धिः भवति यति नो चेत् नित् नकारः परे प्रत्ययः परे अस्ति चेत् तत्र चल् इति धातुः अस्ति, चल् योगः निच् इत्यस्मिन् तत्र प्रक्रिया वदामि वा, तत्र सर्वं चल् योगः निच् इत्यस्मिन् निच् अस्मिन् अनुबन्धलोपानन्तरम् इकारः अवशिष्यते, चल् योगः इ अस्ति, तत्र निच् प्रत्यय भूत्वा तत्र चल् इत्यस्मिन् चकारः उत्तरवर्ति अकारस्य अतुपधायाः इत्यस्मिन् दिनेन दीर्घत्वं भवति, चाल् इति भवति, चालि इति नूतन आदिदेशिकधातुः भवति, सनाध्यन्ताधातवः इति सूत्रेण तत्र चालि इति नूतनधातुः भवति, चालि चालियोगः तत्र कर्त्रार्थे शप् इति कुर्मः चेत् तत्र चालियोगः शप् योगः ति इति भवति, चालियोगः शप् इत्यस्मात् शप् इत्यस्मिन् अकारः अवशिष्यते, चालि इत्यस्मिन् इकारः अन्ते अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यनेन चाले भवति, चाले योगः तस्मिन् तु यजोयवायवः इत्यनेन चालय इति भवति, चालयति नो चेत् चालयते इति रूपद्वयं भवितुम् अर्हति, तदेव अस्ति, चालयति चालयति इति रूपं सर्वत्र पश्यामः चेत् वृद्धिः निजन्तदातुसाधनार्थं वृद्धिः भवति अथवा गुणः भवति. अनन्तरम् इगन्तम् अस्ति, इगन्तम् एतत् निष्प्रत्ययस्य योजनेन सर्वे धातवः इगन्ताः भवन्ति, नूतनधातुः सर्वे इगन्ताः, अतः सर्वत्र सर्वधातुकार्धधातुकयोः एचय वायवः इति तत्र सर्वत्र समानप्रक्रिया, न कोऽपि भेदः. तर्हि अग्रे अपि पठतु. पठामि वा? अस्तु. लङ् योगः निच् लाङ्ग् लड् श्रुतम् लड् योगः निच् लाड् इति भवति, लाड् योगः लाडि इति नूतनधातु, लाडि योगः शप् योगः इति लाडयति लाडयते इति भवति, बध् योगः निच् भाद् इति भवति, दीर्घम् अत्वपधायाः इत्यनेन भाद् भवति, भाद् योगः इ भादि भादयति भादयते, समानरीत्या नट् योगः निच् नाट् योगः इ नाटि नाटयति नाटयते इति रूपद्वयं भवितुमर्हति. एतत् लड् इत्युक्ते उपसेवायाम् इति अस्ति धातुः, उपसेवायां टु सर्व् टु ओबे टु डिसैर् टु विश् इति. बहवः नूतनाः धातवः सन्ति कुत्रापि न, नट् नट् इत्यपि बाद् इति तु वयं जानीमः, नट् खादयति नट् धातुः अवस्पन्दने दर्श दिकाना इत्युक्ते तत्र प्रदर्शनं to enact, dance, to act, to show. नटति इति सामान्य लट्टुपं भवति न, नटति तद् उभवादिगणे अस्ति, नटति इति नृतौ नृतौ इति अस्ति, नृत्यकरण इति अस्मिन् अर्थे अस्ति नट नट् इति, परन्तु अस्मिन् गणे तथा नास्ति, अवस्पन्दने इति अर्थः अस्ति, नाटकः. अस्तु, इदानीम् अग्रे लघु इगुपददातवः इति अरुणा भगिनी पठति वा? अस्ति वा भगिनि? आं भगिनि, आं भगिनि पठामि. एकनिमिषं भगिनि, करपत्रम् ओके. लघु युगपद्धातवः षट् विंशतिदातवः, येषाम् उपधायां ह्रस्व इकारः ह्रस्व उकारः ऋकारः च, इदुपदादातवः दशः, उदुपदादातवः पञ्चदशः, ऋतु उपदादातवः एकः. अत्र पुगन्तलघुपदस्य चैतन्येन गुणकार्यम् एते सप्तविंशतिसामान्यचुरादिगणीयदातवः नाम नित्यनिजन्ताः उभयपदिनः च. अग्रिमपाठे इतोपि लघु युगपदधातवः सन्ति ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः. लघुपदातवः अत्र हस्वैकार इग् इग् मीन्स् हस्वैकार हस्व उकार हस्वरुकारः पुगन्तलघुपदस्य तेन गुणकार्यं भवति. अत्र षट् विंशतिदातवतमः धातवः सन्ति, एते सप्तविंशति सामान्यचुरादिगणीयधातवः, नाम नित्यनिजन्ताः, ततः उभयपदिनः भवन्ति. अग्रिमपाठे लघुपदातवः अनित्यनिजन्ताः अथवा आत्मनेपदिनः एव, तत् वयं अग्रिमपाठे पठामः. अनित्यनिजन्ताः इत्युक्ते तत्र नित्यरूपेण निजन्तकल्पेन विधानं भवति. अस्तु, अत्र षड्विंशति वा सप्तविंशति वा, सारि किं सप्तविंशतिधातवः वा षड्विंशतिधातवः वा? षड्विंशतिः खलु, सप्तविंशतिः इति न, षड्विंशति समीकरणीयम्. भगिनी अग्रे सूत्रं पठतु, सुगन्धलघुपदस्य च. सुगन्धलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्ययपरे पुगन्तस्य अङ्गस्य लघु उपधास्य च एकः गुणः भवति. वयं जानीमः, पठितवन्तः पूर्वं, सार्वधातु आर्धधातुकप्रत्ययपरे उपधायां पुगन्तस्य अङ्गस्य लघु उपधा इक्वर्णः गुणः भवति. समीचीनं भगिनी, धन्यवादः. इदानीम् अग्रे उमा भगिनी, मुच्छदातोः प्रक्रिया कथं भवति इति वदतु एकवारं. वदामि. धन्यवादः. धन्यवादः. मुच् दातु योगः निच् अत्र अनुबन्धलोपान्तरं मुच् योगः इकारः. सुगन्धरघुपतस्य सूत्रस्य मुच् बिकम्स् मोच्, मोच् योगः इ. सो सनाद्यन्तदातु मोचि आगच्छति. देन् कर्तरि शप् योजनेन मोचि योगः शप् शप् अनुबन्धलोपानन्तरम् अकारमेव तिष्ठति. सो मोचि योगः अ. देन् न श्रूयते भगिनि. अत्र मोचि सार्वधातुक आर्धधातुकयोः सूत्रस्य मोचि गुणं सम्भवति, मोचे आगच्छति, मोचे योगः अ. यचोय अवायवः सूत्रस्य मो अय मो ऐ आगच्छति, मोच् मोचयति इति निष्पन्न, मोचयति अपि आगच्छति, आत्मनेपदी आत्मनेपदी आगच्छति, मोचयति मोचयते. सम्यक्. इदानीम् अग्रे धातुद्वयम् अस्ति, तदपि पठतु, तदपि वदतु. रूपं किं भवति तिज् धातोः? तिज् धातोः तेजयति तेजयते. पृथ्धातोः सुगतरघुपदस्य सूत्रस्य ति बिकम् तेज्. सो तेज् योगः ये निच् तेजि आगच्छति, तेजि योगः शप् योजनेन ऐ तेजय तेजय ति तेजयति. देन् पृथ् योगः इ पर्त् अर् आगच्छति सुगन्धलघुपदसूत्रे. सो पर्त् योगः इ देन् पर्थि आगच्छति. देन् षप् योजनेन पर्थय पर्थयति पर्थयति. समीचीनम्. समीचीनं. तर्हि इदानीं लघु इगुपदधातवः अपि साधितः, धातवः साधिताः. तर्हि इदानीम् अग्रे अन्तिमभागः अस्ति शेषधातवः इति परिसमाप्य विशेषधातूनां विषये वयम् अग्रिमसप्ताहे पठिष्यामः. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः भगिनी.